पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 110 श्रीराम उवाच अयमग्निशिखो नाम वह्निशिवगणश्च वै सकथं तादृशो भूतस्तन्मे वद नमस्तव शम्भुरुवाच अयमासीत् पुरा कश्चित् क्षत्रियक्रोधनः सदा नष्टभार्यो नष्टसेनो नष्टराष्ट्रोदिदुःखितः लब्ध्वा लुलायद्विदयं कृषिं चक्रे सहात्मजैः ऋणेन महदा युक्तः पुनश्चादीव दुःखितः पुनश्च दुःखितो राजा सर्पेण सुतनाशनाद तथा भूतो महीपालस्तत्याज कृषिमप्युद परित्यज्य सुतौ चापि त्यक्ताहारो रुरोदः सुतावथ समागम्य प्राहदुःपितरं त्विदम् किमर्थं रुध्यते तादनष्टो नायादिरोदनाद शरीरशोषणायाध शोकस्तेऽद्य भविष्यति शोकेन चक्षुषी नष्टे कण्ठो नष्टस्तथा तव अनुष्ठानं तथा नष्टं किमर्थं परितप्यसे एको नष्टो न चायादि रक्षपञ्चस्थिता न सून् बहूनां रक्षणं पुण्यमाश्रितानां विशेषतः अन्याश्रितममुं शत्रुं कथं शोचितुमर्हसि पितोवाच पुत्रशत्रुः कथं पुत्रौ युवां शत्रू तथा च मे अत्यन्तसुखिनं पुत्रं कथं शत्रुमभाषतम् सुतावूचतुः जायमानो हरेद्भार्यां वर्धमानो हरेद्धनं म्रियमाणस्तथा प्राणाञ्चत्रुत्वं किमतः परं यत्सुखं च त्वया प्रोक्तं स्पर्शनालिङ्गनादिभिः दुःखोदर्कमिदं राजन् सर्वमेतद्वदामि ते प्रसूतिकाले पुत्रस्य भार्या नाशविचारणा जीविताया मधो पत्न्यामात्मनः सुखनाशनं योऽन्यशुद्धौ तु जातायां संयोगो नोपपद्यते आलिङ्गनपरे गाढां स्तन्ये नाङ्गं परिप्लुते तथापि यदि संयोगशिशुरोदनता स्त्रियाः दृढं शिशुगतं चित्तं ततो वैरस्यमेव च अथ चेत्पदितो डिम्भो मध्ये मैथुनमुद्गतिः रतिमध्ये दुविच्छेदे दुःखं किञ्चिदसन्निभम् सर्वकाले परिमिते कदाचिद्रतिसम्भवः तत्काले भोजनं नास्ति स्वापो नास्ति जभार्यया शिशूनां रक्षणे दुःखं व्याधितर्षग्रहादिभिः तन्मदं यत्सुखं चित्रं यथाङ्कारोहणं पितुः आलिङ्गनकृतं ताद चुम्बनादिकृतं तथा अत्यन्तमधुरोक्त्यादि यत्सुखानि नरेश्वर हृदिमध्ये विरामस्य कलां नार्हन्ति षोडशीम् अन्यान्यपि च दुःखानि सन्ति पुत्रे सहस्रशः अनेन त्वं किं क्रियसे इहामुत्र विरोधिना त्यजशोकमिदं तस्मादावां पुत्रौ स्थिताविह श्रीराजोवाच त्यजामि शोकं दुर्वारं सर्वकार्यविरोधिनम् आत्मनश्च हिदं कार्यमिहामुत्रसुतौ मम पुरोधस्सं तु गच्छामि मम पूर्वं महागुरुं वसिष्ठं मुनिवर्यं च सदास्यदि गतिं मम एवमुक्त्वा गतो विप्रं वाराणस्यां स्थितं गुरुम् दण्डवत्प्रणनामाधमुनिना परिपूजितः आलिङ्गितशिरोह्रादो दत्तासनपरिग्रहः उक्तश्चागमनं किं ते किं कार्यं करवाणि वै राजोवाच गतिं प्रयच्छ मे विप्र संसारतरणाय हि खिन्नोऽहं कर्मणा शश्वद्भवन्तं शरणं गदः वसिष्ठ उवाच गतिं पश्य महालिङ्गं विश्वेश्वरमिति स्थितं येनं पूजय राजेन्द्र देवदेवं पिनाकिनं यमाराध्यपुरा शक्तिरारुन्धत्या सुतो मुनिः रक्षसा भक्षितश्चापि यमलोकं गतो न सः किञ्चित्कालं गतस्वर्गं ब्रह्मलोकमगाधतः ब्रह्मलोकाद्विष्णुलोके क्रीडन्नास्ते सुतो मम अमुं पश्य महाराज लुब्धकं वनचारिणं पूजयन्तं हि विश्वेशं पत्रमात्रैस्वसम्भृतैः शमीवृक्षस्य सम्भूतैस्तथा पूगप्रसूनकैः कदम्बकुसुमैरर्ककुसुमैर्यूधिकाभवैः येदैरन्यैर्महेशानं पूजयं तं विलोकय इतोऽर्धयाममात्रेण मरिष्यति तदद्भुतम् अन्धकाले समायादे लुब्धकोऽपि शिवाय वै उपहारप्रदानाय दृष्टवान् पार्श्वदोकटं तं चूदफलसम्पूर्णं सुनोच्छिष्टं विगर्हितं सङ्कल्पितोपहारस्य ह्यभावाल्लुब्धकस्तथा इदं जगौ शुभं वाक्यं लोकानां भक्तिसूचकं पुष्पाभावे हरिर्नेत्रं फलाभावेऽङ्गुलं रविः लिङ्गविश्रंसनेकं च जमदग्निऋषिस्तथा लिङ्गपीठविभेदे च गात्रं निर्भिद्य दत्तवान् अन्यैर्माहैश्वरैरन्यत्साहसं परमं कृतं ममापि तत्तथा कार्यमन्यथा दोषभागहम् यदस्मिन्नन्तरे कश्चिदुन्मत्तशिवमभ्यगाद अध लुब्धकृतां पूजा माहृत्या भक्षयत्क्षणाद वमनं च तथा चक्रे शिवपीठेधलुब्धकः शिवापकारिणं चैनं खन्मिनो वेत्य चिन्तयद अधस्वात्मवद्धायैव यत्नमास्ताय शङ्करः उन्मत्तेन यथोद्भुक्ता शिवपूजा मया कृता लिङ्गप्रावरणे ह्येषा तदहं मम देहिनः प्रावृद्धि स्त्वगीयं त्वद्य निर्मोक्तव्या मया धृतं पूजाविमोचनायैतत्फलहानेर्गलं त्यजेत युद्धं सङ्कल्प्य स तथा तीक्ष्णस्वधितिताद्भुतं चक्रे त्वजं दक्षपादं त्वजं चित्त्वा कडेरथः वामपादं तथा चक्रे कडिपर्यन्तमाशु च हृष्टश्चावे पिदश्चैव तद ऊर्ध्वमधाच्छिनद करां सोदरहृत्कण्ठत्वचं निर्भिद्य लुब्धकः मस्तकस्य त्वचं चापि निर्बिभेदप्रहृष्टवान् तयोरन्तरतस्तस्मात् गात्रं निर्भिद्य वर्तुलम् चित्ताङ्गुलिसमादाय देवायार्पितवांस्त्वचम् आरादेव तथा दिव्यरूपस्वक्षश्चतुर्भुजः नानाभूषणसंयुक्तस्थितो वियदि शाङ्करः अध शैवासमायादादूदाशतसहस्रशः विचित्रमुकुटाकाराः सर्वाभरणभूषिताः त्रिशूलपाणयः सर्वे शुद्धस्फटिकसन्निभाः चतुर्भुजास्वरूपाश्च विमानवरसंस्थिताः सर्वे सूर्यसमाशान्तारम्भावत् प्रिययायुधाः सूनुपत्नी बलोत्साह विलासस्त्री शतान्विताः तेजसा सूर्यसदृशाः पुष्पवृष्टिमवाकिरन् तैराहूदो लुब्धकश्च नागश्च दवदच्छतान् भार्या बन्धुजनोपेदो गच्छेहमथवा न वा शैवास्तद्वचनं श्रुत्वा वाक्यमेदधो चिरे येन पुण्यं कृतं पापं तेन भोग्यं हि तत्फलं लुब्धक उवाच अशौचानां च सर्वेषां धर्माणामेककर्तृकं माहेश्वराणां धर्माणां बलं च द्वि बहुष्वपि एतस्मिन्नन्तरे प्राप्तो वीरभद्रशतार्भकः नानाकोटिगणोपेदो ये हि लुब्धकबन्धुयुक् सर्वं त्वयोक्तं च तथा सभार्यो ज्ञादिबन्धुयुक् आरुह्येदं विमानं च शिवं गच्छ शिवं तु वः अध तद्वचनात् प्राप्तशिवलोकं विमानगः वसिष्ठ उवाच दृष्टवानसि सर्वं त्वमीशपूजां समाचर विमुक्तपापबन्धस्त्वं शिवलोकं गमिष्यसि यदि राज्यं त्वया प्रार्थ्यं मार्जयेषां गणं नृप गोमयोदकलेपं च नित्यमेव समाचर एतावता भूमिराज्यं ध्रुवं तव भविष्यति यावदायुश्च दे राज्यमन्दे शिवपदं भवेद् नैतस्मिंस्तु भवेद्राज्यसंसिद्धिरनुमृत्युदः अदो देहान्तरं प्राप्य शिव सेवा प्रभावदः भविष्यति च दे राज्यं शिवभक्तिस्थिरा तथा शम्भुरुवाच अध कृत्वा तथा पूजां मृतस्वर्गं गतस्ततः राजजन्म पुनः प्राप्य राज्यं चक्रे शिवेरतः कदाचिदध देवस्य गृहमभ्यगमन्नृपः नानादीपसमोपेदं मणिभिर्नागराडिव भडानामध सम्मर्द एको दीपो पदन्नृपे तदासौ कुपिदो राजा दीपमादाय सत्वरं देवालयपुरे रम्ये न्यक्षिपत्कोपसंयुधः दग्धं देवगृहं तेन येनश्च समपद्यत अथ तेन पुनस्तत्र दग्धं वेश्मगृहादिकं निर्मापयामास नृपो महेशानमधायजद। अथ मृत्युदिने प्राप्ते राजा राधितशङ्करः भस्मस्नायी भस्मशायी जपन् रुद्रं ममारः शिवलोकं गतः सोऽयं वीरभद्रेण भाषितः भवत्वं गणशार्दूलो मम वै परिचारकः शाङ्गरान् मम निर्देशादानयस्व ममान्तिकम् शिरोहीनो भवांश्चापि ज्वाला वक्त्रो भविष्यति स तु वाच महात्मानं वीरभद्रं गणेश्वरं चक्षुश्रोत्रं तथा जिह्वा नासिकास्यं शिरोगणः एतैर्विना व्यवहृदि कथं मे सम्भविष्यति अभावे शिरस्स किं वा मया पापं कृतं विभो वीरभद्र उवाच त्वयैव स्वीकृता पूर्वं देवी परमसुन्दरी महेशभवनं नित्यं चार्तु वर्णकरङ्गकैः स्वस्तिकं सर्वतो भद्रं नन्द्या वर्तादिकं शुभं पद्ममुत्पलमान्दोलपादोव्यजनचामरे त्रिशूलं शङ्खचक्रे च गदा धनुरथैव च त्रिशूलं डमरुङ्खड्गं वृषं भृङ्गिरिड्डिं शिवं तथाष्टपत्रं कमलमन्यन्त्यं त्रादिकं तथा कल्पयन्ति प्रतिदिनं सेवदे वृषभध्वजं कदाचिदध सावेश्या देवसत्मन्युपस्थिता राज्ञ काराङ्गिक कश्चिद्देववेश्म समाविशद अध तां दृष्टवांस्तत्र स इदं वाक्यमुक्तवान् काराङ्गिक उवाच एकान्तसंस्थितावेश्या युवाकं स्थविरश्चन स्थविरं व्याधितं षण्डमशक्तं धनवर्जितम् अदीर्घमेहनं दीनं पुरुषं योषि दुत्सृजेद अश्मश्रुलं मलच्छन्नं जडं दुर्गन्धिदूषितं स्वल्पमव्यसनं नारी दूरध परिवर्जयेद तस्मान्मे दीयतां वेश्ये मैथुनं जीवयाशु मां वेश्योवाच नियता सर्वजातीनामिहामुत्र सुखप्रदः पादिव्रत्यं परो धर्मस्त्रीणामिति हि शुश्रुम यदधीना यदा वेश्या तदा नान्येन सङ्गदा पदिव्रतेति विख्यादा तस्मात्तं परिपालयेद काराङ्गिक उवाच यदि चैवं मृदि शीघ्रं भविष्यदि न संशयः अथ राजान्तिकं गत्वा राजानमिदमुक्तवान् वेश्या वेश्यैव नो भार्या नेति वक्तुं च नोचितं युद्धं राजानमुक्त्वाद मण्डं चैवारनालजं किञ्चिदादाय तस्यास्तु मन्दिरं गतवानयम् निद्रावसरमालोक्य प्रसृज्य च करं ततः वस्त्रस्य विवरे तत्र मण्डं चिक्षेप दुष्टधीः एवं कृत्वा ततो गत्वा राजानमिदमुक्तवान् राजन्निर्गत्य गत्वाथ वेश्याग्र्यां तव योषितः उद्धापयित्वा वेश्यां तां सर्वाङ्गं द्रष्टुमर्हसि उन्मुक्तबन्धमथवा वसनं पश्य यत्नदः वेश्या वेश्माथ गतवान् राजा काराङ्गिकं वचः इदमाह सनिद्रेयं पश्ये मां यामि पश्यसि स तु वाच नृपं तत्र न मे युक्तमिदं नृप तन्मातरं वा पितरं दर्शनाय नियोजय तदृष्टौ सर्वमेवेदं व्यक्तमाशु भविष्यति आनीता ह्यतराज्ञादु मादा वीक्षितमुद्यता वचनात् तु नृपस्यैव वस्त्रं शोधयदीव सा तत्र स्थितं मण्डमथ विज्ञायां बाह्यमर्दयद मर्दनाद्वसनं क्लिन्नं किं तदित्याह पार्थिवः न किञ्चिद्देव नो किञ्चिदिति वेश्या प्रसूरपि बहुवाक्येन राजाध वसनं वीक्ष्य शङ्कया शुक्रक्लिन्नमिदं वास प्राहैतत्पश्यतामिति अध दृष्ट्वा समीपस्तात्तद्धेत्यूचुर्वचो नृपम् राजाध स्वगृहं गत्वा दण्डाध्यक्षमभाषद इदानीमेव वेश्याया शिरश्चिन्त्य विचारयन् दर्शनीयं शिरस्तस्या खटिकाभ्यन्तरे मम दण्डकश्च नृपोक्त्या स्यास्तथा कृत्वा ह्यदर्शयद वीरभद्र उवाच एवं कृतं त्वया पूर्वं प्राप्तं च फलमद्यते ज्वालयैव हि वक्ता त्वं श्रोता द्रष्टा जजिघ्रसि रसं जानासि मधिमानधिक्रोधी भविष्यसि शम्भुरुवाच एवं ज्वालामुखो जातो राजा माहेश्वरोक्षमी तस्मात् तु क्षमिणा भाव्यं परत्रेह सुखेप्सुना य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमं विमुक्तपापबन्धैश्च शिवलोके भविष्यति इति श्रीपद्मपुराणे पादालखण्डे श्रीराघवसंवादे शिवपूजा माहात्म्यकथनं नाम दशोत्तरशततमोऽध्यायः ॐ